इदानीम् अदादिगणे हलन्तधातवः इति पाठः अनुवर्तते. तत्र अस्माभिः इदानीं पर्यन्तं किं किं पठितं तत्र परिचयः अस्ति. परिचयमध्ये किमस्ति यत् हलन्तधातवः सन्ति, अतः अत्र सन्धिप्रकरणस्य महत्त्वं वर्तते. यतोहि अत्र धातोः अन्ते हल् वर्णः अस्ति, तदनन्तरम् अपि प्रत्ययस्य हल् वर्णः अस्ति, अतः हल् योगः हल् हल् सन्धेः प्रसक्तिः भवति. इदानीं मध्ये विकरणप्रत्ययः नास्ति, तस्य लुक् भवति, अतः विकरणप्रत्ययात् किमपि अङ्गकार्यं न भवति, प्रत्ययस्य अपि अदर्शनं भवति. तर्हि साक्षात् धातुयोगः तिङ् प्रत्ययः भवति. तदनन्तरं धातुः इदानीं अदन्त नास्ति, अदादिगणे कोऽपि धातुः अदन्त नास्ति, अतः अत्र अनदन्त अङ्गानां कृते सिद्धतिङ् प्रत्ययाः ये सन्ति ते एव अत्र आगच्छन्ति. तर्हि तदपि अस्माभिः पठितं. तदनन्तरं हल् प्रथमम् अङ्गकार्यं भवति, तदनन्तरं सन्धिकार्यं भवति पूर्वत्र सिद्धम् इत्यनेन. तर्हि हल् अत्र अङ्गकार्यम् एकमेव अस्ति पुगन्तलघुपदस्य च इति सूत्रेण. लघु उपधः अस्ति चेत् गुणः भवति पित् प्रत्ययात् परे, पित् प्रत्ययपरे. तदनन्तरं सन्धिकार्यम् अस्ति, बहूनि सन्धिकार्याणि सन्ति, अस्माभिः बहु बहुवारं पठितानि. तर्हि तस्यापि अभ्यासः तस्यापि अभ्यासः भवति अनेन पाठेन. अस्तु, तर्हि इदानीम् अस्माभिः के के धातवः पठिताः. प्रथमं तु अस्माभिः चकारान्तधातुः अस्ति, एकनिमिषः कुत्र गच्छति, हा चकारान्तधातुः अस्माभिः पठितं, तदस्ति वच्. वच् धातुः अस्माभिः पठितं खलु, वच् धातुः, तर्हि वच् धातुः परस्मैपदी परिभाषणे तदस्माभिः पठितं. तदनन्तरं पृच् धातुः आत्मनेपदी, तदपि अस्माभिः पठितम्. इदानीं निजि धातुः आसीत् एकं, निजि धातुः अस्ति, उपदेशे निजि अस्ति. तर्हि प्रथमं नोणः इत्यनेन नकारस्य प्रथमम् इकारस्य इत् संज्ञा भवति उपदेशे अचरुणासिक इति सूत्रेण, निज् भवति. तदनन्तरं नकारस्य नकारः भवति नोणः इति सूत्रेण, निज् भवति. इदानीं धातुः अस्ति इदित्, इदित् अस्ति अतः नुमागमः भवति, इदितो नुम् धातुः. अतः लौकिकधातुः अस्ति निञ्ज, नि न ज, नि नकार जकार इति. तर्हि इदानीम् अस्य धातोः रूपाणि कथं भवन्ति इति वयं द्रक्ष्यामः लट् लोट् लग् विधिलिङ्ग् लकारेषु. आत्मनेपि धातुः अस्ति, शुद्धौ शुद्धीकरणे अस्ति. अस्तु, तर्हि तर्हि इदानीं किमपि नूतनं नास्ति अत्र, अतः साक्षात् रूपाणि कुर्मः. तर्हि निञ् धातुः अस्ति खलु, अत्र निञ् धातुः तत्र जकार धातुः अस्ति, तत्र गच्छतु. तत्र चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि इति कुर्मः. तर्हि इदानीं लट् लकारः अस्ति, रघुपतिमहोदय आरभतु. निञ् धातुः लट् लकारः, धातुः अस्ति, निजि इति आत्मनेपदी धातुः अस्ति. तत्र इदितो नुम् धातुः इत्यनेन नुमागमः, नोणः इत्यनेन नत्वं नकारः भवति, निज् निनिज् निञ्ज् इति भवति, निञ्ज् इति अस्ति. इदानीं तत्र जकारः अस्ति चोः कुः इत्यनेन निङ् इति भवति. अनन्तरं निङ् इत्यस्य नकारस्य अनुस्वारः भवति, नश्च अपदान्तस्य महोदय क्रमेण करोतु. इदानीं प्रक्रिया अस्ति खलु, अतः नश्चापदान्तस्य झलि यत्र आगच्छति तत्र एव करोतु. अत्र चोः कुह् इति तत्र निञ्ज् इति अस्ति, निञ्ज् योग ते इति अस्ति. इदानीं तत्र केवलं ते, अत्र शप् नास्ति, अतः निञ्ज् योग ते इति अस्ति. तत्र जकारस्य चोः कुः इत्यनेन तत्र कुत्वं भवति, निङ् इति अस्ति. अनन्तरं तत्र नस्य पतञ्जलि एव खलु तृतीय अध्याये अस्ति खलु तृतीयपादे अस्ति अतः तस्य अनुस्वारः भवति अनुस्वारः भवति निङ्गयोग ते इति अस्ति निङ्गयोग ते इति अस्ति इदानीं तकारः अस्ति खरिपदे खरि खरि खरिचाहित्यनेन तत्र निङ् योग ते इति भवति गकारः भवति गकारस्य ककारः भवति निङ् इति भवति अनन्तरम् अनु निङ् इति अस्ति निङ्क्योगते इति अस्ति तत्र इदानीं तत्र अनुस्वारस्य ई परसवर्णित्यनेन ककारस्य कवर्गीय कवर्गीय अनुनासिकवर्णः निङ्क् निङ्क् योगते निङ्क् ते इति अस्ति निङ्क् ते इति तथैव निञ्ज् इति अस्ति इदानीं तत्र निञ्ज् इति अस्ति निञ्ज् योग योग आते इति भवति निञ्ज् योग आते इदानीं चोहोकुः इति कार्यं न करोति जलि जरि नास्ति इति कृत्वा तत्र निञ्ज् इति अस्ति अत्र अनुस्वारस्य नश्चापदान्तस्य जलि इत्यस्य कार्यं भवति निञ्ज् इत्यस्य अनुस् निङ् निञ्ज् भवति निञ्ज् इदानीं निञ्ज् योग आते अनन्तरम् अनुस्वारस्य परसवर्णः निञ्ज् इति ञकारः चवर्गीयञकारः भवति निञ्ज् निञ्ज् योग आते निञ्जाते इति भवति तर्हि निञ्जाते इति अस्ति अग्रे निञ्ज् योग अते इति अस्ति तत्रापि अनुस्वारः अनुस्वारस्य परसवर्णः अनन्तरं निञ्ज् योग अते निञ्जते इति भवति अग्रे निञ्ज् योग से इति अस्ति तत्र से इति अस्ति अत्र तर्हि चोः कुः इत्यस्य प्रसक्तिः अस्ति अतः निञ्ज् निञ्ज् योग से निङ्क् योग से इति अस्ति निङ्क् अनुस्वार नश्च पदान्तजलि निङ्क् क्षम्यतां निञ्ज् निञ्ज् इत्यस्य गकारः अस्ति खलु खरिच नश्चपदान्तजलि इति भवति अनुस्वारः निङ् योग निङ् योग से अनन्तरं खरिच इति निङ्क् योग से निङ्क् योग से इति अस्ति क्षम्यतां निङ्क् योग आदेशपत्योः कदा भवति आदेशपत्योः निङ् से इति एकवारम् आदेशपत्योः इत्यनेन एकनिमिषः महोदय अहम् इदानीम् अस्तु तृतीय अध्याय अस्ति अस्तु निङ्क् निङ्क् निङ्क् शे निङ्क् शे इति निङ्क् शे इति भवति अग्रे निङ्क् शे निञ्ज योग आते तत्रापि तर्हि नश्चापनस्य झलि भवति निङ् निङ् योगः से तदनन्तरम् आदेशयोगः सकारस्य शत्वं भवति निङ् योगः शे हा निङ् योगशे क्षम्यतां निङ् योगशे अनन्तरमेव तत्र खरिच इत्यस्य निङ् योगशे इति भवति अनन्तरं भवति निङ्क्षे अनुस्वारस्य परसवर्ण अनुस्वारस्य परसवर्ण निङ्क्षे निङ्क्षे निङ्क्षे इदानीं निञ्ज् निञ्ज् इत्येव अस्ति निञ्ज् योग आते तत्रापि निञ्ज् इत्यस्य नश्च पदान्तजलि अनुस्वारस्य परसवर्ण निञ्जाते इति भवति निञ्ज् योग द्वे इति अस्ति तत्र जलि अस्ति अतः निञ्ज् चोहुकुः निङ् योग द्वे अनुस्वारः निङ् योग द्वे निङ् गकारः अस्ति निङ् निङ् योग द्वे इति निङ् अनुस्वारस्य ए परसवर्णः भवति निङ् द्वे इति निङ् द्वे इति भवति निङ् द्वे इति किमपि कार्यं नास्ति अग्रे जशि अस्ति अत्र परन्तु रूपपरिवर्तनं न भवति यतोहि गकारः एव तिष्ठति जलां जश् निङ् हा जलां जश् जस्त्वं जश् गकार एव जस्त्वम् अस्ति तत्र जस् अस्ति जलां जश् जशि जलां जश् निङ् एव हा निञ्ज् निञ्ज् योग ए तत्र अनुस्वारः अनुस्वारस्य परसवर्ण इत्यनेन अत्र निञ्जे इति भवति निञ्जे इति निञ्ज् योगवहे किमपि कार्यं नास्ति अतः अनुस्वारः अनुस्वारस्य परसवर्णः निञ्ज् वहे निञ्ज् महे इति रूपाणि निञ्ज् वहे निञ्ज् तर्हि आहत्य निङ्क्ते निञ्जाते निञ्जते निङ्क्षे निञ्जाथे निङ्ध्वे निञ्जे निञ्जे निञ्ज्वहे निञ्ज्महे सम्यक् अस्तु अग्रे कुत्र अस्ति शृणोति खलु हलो आं महोदय शृणोति खलु श्रूयते मीना भगिनी मम कान्ट् सी द स्क्रीन् मलर् भगिनी अस्ति इदानीं मलर् महोदय के के सन्ति तत्र मलर् भगिनी मीना महोदय अस्ति वा आम् मीना महोदय मलर् महोदय रघुपति महोदय खलु आमां त्रयः एव सन्ति वा आम् महोदय अस्तु तर्हि मीना महोदय लोड् करोतु निञ्ज् योगः ता मातामतां स्वातां ब्रम् अय्यावहयामहे निञ्ज् निञ्ज् योगः तां निञ्ज् योग तां तत्र निञ्ज् योगः तां चोक्कुः निङ् निङ् योगः तां तदनन्तरं नश्च पदान्तात् जले इति सूत्रेण निङ् तां तदनन्तरं करिचेतने निङ् निङ्क् तां निङ्क् तां निङ्क् तां अनुस्वारस्य ये परसवर्णः अस्ति ङकार गङ्ग निङ्क्तां निङ्क्तां तदनन्तरम् आतां निञ्ज् निञ्ज् योगः आतां वर्णमेलनेव तत्र निञ्जातां निञ्जतां स्व केवलं वर्णमेलनं नास्ति तत्र अपि नश्चापदान्तस्य झलि अनुस्वारस्य परसवर्णं भवति खलु ओ ओ निञ्ज् आतां निञ्ज् झलि झलि नास्ति जकारः अस्ति खलु नि न ज आते तत्र जकारः झलि अस्ति खलु आताम् आताम् आताम् अस्ति जकारस्य किं जकारस्य किमपि न भवति परन्तु जकारात् पूर्वं नकारः अस्ति खलु ओ ओ तस्मात् जलि जकार जलि इति तस्मात् निञ्ज् निञ्ज् आतां तस्मात् खरीच अपि भवति किल खरीच न न खरि निञ्ज् आते जकारः झलि अस्ति आतां किल आतां किल आताम् अस्ति परन्तु जकारः झलि अस्ति खलु अतः जकार जकारात् नकारः अस्ति खलु जकारात् पूर्वम् अतः नकारस्य अनुस्वारस्य अनुस्वारः भवति खलु नश्चापदान्तजलि नश्चापदान्तजलि इति सूत्रेण द्वित्वं भवति रघुपति महोदय भवान् पुनः आगच्छति तदनन्तरमेव धृत्वं भवति क्षम्यतां महोदय अहम् अन्यत् अन्यस्मात् दूरवाण्याः तेनैव प्रायः धृत्वं भवति तद् यतोहि तस्मात् पूर्वं धृत्वं नासीत् आताम् इदानीं सम्यक् अस्ति किल निञ्ज् आतां नश्च पदान्तात् झलि इति सूत्रेण नश्च पदान्तस्य झलि जल् जल् वर्ण जकारः अस्ति तस्मात् निञ्ज् आतां तदनन्तरं वर्णमेलनमेव किल अनुस्वारस्य यै परस्सवर्णः निञ्ज्ञकार अस्ति निञ्ज्ञातां निञ्ज्ञातां निञ्जातां निञ्जातां समानमेव निञ्जतां समानप्रक्रिया क्रियाया स्व निञ्ज स्व निञ्ज स्व अत्र निञ्ज तत्र निञ्ज स्व चोकुः भवति सम्यक् निञ्ज निङ् स्व तदनन्तरं आदेशप्रत्ययोः तस्मात् पूर्वं नश्चापदान्तझलि अस्ति तस्य नश्चापदान्त ओ प्रथमं चोक्कुः निङ् स्व नश्चापदान्त निङ् स्व आदेशप्रत्ययोः निङ् निङ् श्व तदनन्तरं निङ्क्ष्व एव तदनन्तरं निङ् अस्ति खलु गकारः अस्ति तदनन्तरं श्व इदानीम् अनुस्वारस्य परसन वा न गकारः षकारः किं भवति आदेशप्रत्ययोः तत्तु अभवत् खलु गकारः अस्ति तदनन्तरं षकारः अस्ति गकारः षकारः अस्ति चेत् किं भवति कार्यम् इक् भवति निक्ष्व तेन सूत्रेण गकारः योगः षकारः किं कार्यं भवति चोक्कुः वाकारस्य योग इक्ष्व इक्ष इक्ष ककारः भवति खरिच तदनन्तरम् अनुस्वारस्य ये परसवर्ण इङ्क्ष्व इङ्क्ष्व पुनरपि वदामि पुनरपि वदामि महोदय निञ्ज योगः स्व प्रथमं निञ्ज योगः स्व चोक्कुः निङ्क् योग स्व तदनन्तरं निङ्क् चोक्कुः तदनन्तरं आदेशप्रत्ययोः इति सूत्रेण निङ्क् लिङ् निङ्क् नश्चापदान्तस्य नश्चापदान्तजलि इति सूत्रेण निङ् निङ् श्व तदनन्तरम् आदेशप्रत्ययोः निङ् श्व निङ् श्व तदनन्तरं गकारषकारः अस्ति तत्र खरिचेति सूत्रेण निङ्क् निङ्क् श्व अनुस्वारतयि परसवर्ण निङ्क् निङ्क् श्व भवत्या ध्वनिः गच्छति ध्वनिः नास्ति सम्यक् नास्ति सम्यक् नास्ति वयं श्रोतुं शक्नुमः न मध्ये श्रोतुं शक्नोमि सम्यक्तया मध्ये अस्तु तर्हि हा निङ्क् श्व अग्रे आथां निङ्क् निञ्ज निञ्ज आतां तत्र निञ्ज आतां निञ्जातां निञ्जातामेव किल वर्णमेलनं निञ्जातां वर्णमेलनेव तत्र नश्चापदान्तर्जलि भवति वा नश्चापदान्तस्य जलि अस्ति सूत्रं नश्चापदान्तस्य जलि भवति वा निञ्ज आतां जकारः अस्ति तत्र जकारे अस्ति खलु निञ्ज निञ्ज निञ्ज आतां तत् तदनन्तरमपि खरिच भवति खरिच कथं भवति निञ्ज न न अनुस्वारः जकारः खर् अस्ति वा इदानीं कुत्र खर् नास्ति जकारः अस्ति निञ्ज आतां अनुस्वारस्य परस्वर्णः भवति वा निञ्जातां निञ्जातां निञ्ज ध्वम् अत्र निञ्ज ध्वं चोकुः लिङ्ग् लिङ्ग् द्वं तदनन्तरं नश्चापदान्तात् जलि निङ् अनुस्वारं भवति निङ् द्वं अनुस्वारस्य परसवर्णः निङ् नकारं भवति निङ् ध्वं निङ्ध्वम् एव अस्तु सम्यक् वा खकार भवति निञ्ज् ऐ निञ्ज् ऐ वर्णमेलनमेव चिन्तयामि निञ्जै निञ्जावहे निञ्जामहे अत्र तत्र नश्चापदान्त नश्चापदान्त जलि भवति निञ्जै अनुसार निञ्जै निञ्जावहै निञ्जामहे अत्र नश्चापदार्थार्जनि अनुस्वारस्य निङ्क्तां निञ्जातां निञ्जतां निङ्क्ष्व निञ्जातां निङ्ध्वं निञ्जै निञ्जावहै निञ्जामहे अस्तु अग्रे मदर्मोदय नौ आं महोदय आम् लङ्लकारं निञ्ज् योगः त अत्र प्रथमम् अडागमः भवति अ निञ्ज् योगः त नशपदान्तस्य जलि इत्यनेन अनुसारः भवति निञ्ज् अनिञ्ज् योगः खलु प्रथमं किं भवति अनिञ्ज् योगः त तकारः अस्ति तदनन्तरं जकारः योगः तकारः अस्ति खलु किं भवति चोः कुः इत्यनेन ककारः चोः कुः निञ्ज् निङ् अनिङ् योगः त तदनन्तरमेव नश्चपदान्तस्य जलि अनिङ् अनिङ् योगः त अनिङ् योगः त अनिङ् करी च इत्यनेन ककारः भवति अनिङ् योगः त तदनन्तरम् अनुस्वारस्य परसवर्ण इत्यनेन अनिङ् अनिङ् अनिङ्त अनिङ्त अनिङ्त अनिङ्त अनिङ् अनिङ् योगः आताम् अनिङ् योगः अत्र नचपदान्तस्य जलि इत्यनेन अनिङ् किं महोदय अनिञ्ज् अनिङ्क्त अनिक् अनिञ्ज् योगः आताम् अत्र अनिञ्ज् नश्चपदान्तस्य जलि इत्यनेन अनिञ्ज् योगः आताम् अनिञ्ज् आताम् अनुस्वारस्य परसवर्ण इत्यनेन अनिञ्जातां जकारः इव भवति न अनिञ्जातां अनिञ्जाता अनिञ्ज् अनिञ्ज अनिञ्जात अनिञ्जत अनिञ्जत अनिञ्जत अनिञ्ज् योगः ताः अनिञ्जोगः ताः अत्र चोः कुः इदानेन अनिञ्ज् गकारः अनिञ्ज् अनिङ्ग् योगः ताः अनिङ्गयोगः ताः करिच इत्यनेन अनिङ्क् अनिङ्क् योगः ताः आम् चोः कुः तदनन्तरं नश्चपदान्तस्य जलि अनिङ्ग् अनिङ्ग् योगः ताः तदनन्तरं करिच भवति महोदय करिच अनिङ्क् योगः ताः अनिङ्क्ताः अनिङ्क्ताः प्रथमं चोः कुः तदनन्तरं नश्य पदान्तस्य जलि तदनन्तरं करीच वा महोदय करीच तदनन्तरम् अनुस्वारस्य ई परसवर्ण अनिञ्ज् योगः आता तत्र अनिञ्जोगः नश्यपदान्तस्य जलि इत्यनेन एव अनुस्वारः भवति अनिञ्ज् अनिञ्जोघातम् अनिञ्जातम् सम्यक् महोदय अनिञ्जातम् अनुस्वारः अनिञ्ज् योगः द्वम् अनिञ्जोगः द्वम् चोः कुः प्रथमं कार्यं करोति अनिङ्ग् इग् योगः द्वम् तदनन्तरं नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनिङ् योगद्वं करिच इत्यनेन अनिङ्क् अनिङ्क् योगद्वं खरिच किम् अनिङ्क् करिच खरिच कथं भवति तत् खर् अस्ति वा द्वं धकारः खरि अस्ति वा नास्ति महोदय द्वं तर्हि किं भवति झल् झरि अस्ति झष् अस्ति खलु तर्हि झलां झसि जलां झष् जलां झष् झसि इत्यनेन चर्तुं भवति अर्थ झषं भवति अनिञ्ज् अनिङ् ककारः वा अनिङ् द्वम् अनिङ् द्वं ककारः एव तिष्ठति अनिङ् द्वम् अनिङ् द्वम् अनिङ् द्वम् अनिञ्ज् योगः इ अस्ति अत्र अनिञ्ज् अनिञ्जि अनिञ्जि अत्र अनिञ्जि अनुसरसे पर्यसवर्ण इत्यनेन अनिञ्जि इति भवति अत्र अनिञ्जि अनिञ्ज् वहि अनिञ्ज् वहि अनिञ्ज् महि अत्र अत्र अपि परसवर्ण अनिङ्क्ता अनिञ्जाताम् अनिञ्जत अनिङ्क्थाः अनिञ्जाताम् अनिङ्ध्वम् अनिञ्जि अनिञ्ज्वहि अनिञ्ज्मः तदनन्तरम् ईत ईयाताम् अत्र अपि केवलम् अनुशपदान्तस्य जले अनुस्वारस्य ईपरसवर्णः तदनन्तरं वर्णमेलनं तर्हि निञ्जीत निञ्जीयातां निञ्जीरन् निञ्जीठाः निञ्जीयाथां निञ्जीध्वं निञ्जीय निञ्जीवहि निञ्जीमहि अस्तु सर्वे अवगच्छन्ति प्रश्नः अस्ति वा प्रक्रियां पुनः वदतु महोदय चोः कुः तदनन्तरं नश्चपदान्तस्य जले क्रमेण खलु तदनन्तरम् आदेशप्रत्ययो यत्र भवति तदनन्तरं खरीच अथवा चलाम्जस्यसि यद्भवति तदनन्तरम् अन्ते अनुस्वारस्य ऐ परसो प्रतिपाद्यमस्ति खलु अतः केवलं क्रमेण एव गन्तव्यं धन्यवादः तर्हि नीजधातु समाप्तः अग्रे गच्छामः अग्रे अस्ति रघुपतिमहोदय अग्रे पठतु एवमेव शिजि इति भवति तिज् तिञ्ज् इति भवति वृजि वृञ्ज् इत्यादयः वृञ् वृजीति इति न भवति खलु तत्र वृज् किमर्थं वृजीति इदित् न विदित् न इदित् नास्ति खलु तत्र वृजि दीर्घैकारः अस्ति खलु दीर्घैकारः तत्र वृज् मध्ये एकमेव नूतनं कार्यमस्ति किमस्ति वृज् तत्र अस्तु अस्तु तत्र वर्जि इति भवति उपधायां ऋकारः अस्ति इति सूत्रेण तत्र वर्ज् गुणः भवितुमर्हति यत्र यत्र पित् प्रत्ययाः सन्ति अस्तु अग्रे जकारान्त मृज् धातुः परस्मैपदी शुद्धौ इति अस्ति अङ्गकार्यमस्ति मृजेर्वृद्धिः इति अष्टम सप्तम अध्यायद्वितीयपादस्य चतुर्षधिक एकशततमं सूत्रं मृज् धातोः इकः वृद्धिः भवति सरदातके च अर्धातके प्रत्ययपरे अङ्गकार्यत्वात् प्रत्ययपरे अस्ति एव स च प्रत्ययः धातोः भवति इति कृत्वा सरदातकम् अथवा अर्धातकं भवेदेव मृजेः षष्ट्यन्तं वृद्धिः प्रथमान्तं द्विपदविधं सूत्रम् एकोकणवृद्धि इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य अनुवृत्तिः षष्ट्यन्तानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वृजेः अङ्गस्य इकः वृद्धिः इति तत्र किमपि न उक्तमस्ति अङ्गस्य वृद्धिः भवति इति स अङ्ग इत्युक्ते यस्मात् प्रत्ययवितदादि अङ्गम् इति प्रत्ययः भवेदेव तत्र प्रत्यय आर्धात् धातुतः आर्धात्क सार्धात्कप्रत्ययः भवन्ति अतः मृद् धातोः तत्र सर्वत्र गुणः भवितुमर्हति वृद्धिः भवितुमर्हति गुणं प्रबाद्य इति अस्ति सामान्यतया गुणः भवेत् पुगन्तलघुपदस्य च इति सूत्रेण परन्तु अत्र वृद्धिः भवति मृज् तत्र मर्ज् न भवति मार्ज् भवति मृजेर्वृद्धिः अस्तु अग्रे तत्र महोदय तत्र कित् किमपि नास्ति खलु सर्वत्र भवति खलु भवति वा एकवारं हा तत् क्षम्यतां तत्र कित्नित् अस्ति चेत् न भवति कित् नास्ति चेत् न न न सम्यक् क्षम्यतां कित् नास्ति चेत् न भवति अस्तु तर्हि हलादिपिस्तु मृजेर्वृद्धि इत्यनेन एकः वृद्धिः मृज्योगति इति मार्ज्योगति इति भवति अजादिपिस्तु मृजेर्वृद्धिः इत्यनेन एकः वृद्धिः मृज्योगानि मार्ज्योगानि मार्जानि हलन् हल हलादिपित्सु मिति च इत्यनेन गुण वृद्धिनिषेधः क्षम्यतां वृद्धिनिषेधः मृज्योगतः मृज्योगतः इति अजादि अपिस्सु निति अजादौ वा इष्यति इत्यनेन निति अजादौ वा इष्यति इत्यनेन किति किति प्रत्यये परे विकल्पेन वृद्धिः अस्तु तर्हि तत्र इति नित् नित् अस्ति अजादि नित् अस्ति चेत् अजादि कित् अथवा अजादि नित् अस्ति चेत् भवति इति अस्ति अतः वृद्धिगुणः न भवति खलु परन्तु अनेन वार्तिकेन अजादि कित् नित् प्रत्यये विकल्पेन वृद्धिः भवति एकस्मिन् पक्षे भवति एकस्मिन् पक्षे न भवति तर्हि मृज्योगान्ति मार्जन्ति इति भवति मृजन्ति इति अपि भवति तत्र यत्र गुण वृद्धिर्निषेध्यते नित इत्यनेन तत्र मृजन्ति वा इष्यते इत्यनेन तत्र मार्जन्ति इति भवति द्वितीयमस्ति सन्धिकार्यं वयं जानीमः तत्र अस्तु मृजियोगति इति अस्ति तत्र मृजेर्वृद्धिः इत्यनेन तत्र अङ्गकार्यमस्ति मार्जियोगति गुणं प्रबाद्य इदानीं सन्धिकार्यं व्रश्च भ्रश्च सृज मृज जय राज राजतषाम् इत्यनेन मृज् इति अस्ति अतः तषः इति भवति जका अङ्गस्य षकारः भवति तत्र मार्षियोगति इदानीं स्टुनाष्टु इत्यनेन मार्षियोगति इति मास्टि इति मृजियोगतः इति अस्ति तत्र मृज् इति तत्र वृद्धिः न भवति नीति चैत्यनेन गुणनिषे वृद्धिनिषेधः मृजियोगतः तत्र तत्र व्रश्च व्रश्च सृजमिज जाय राजभ्राजचषाम् इत्यनेन तत्र जकारश्च षकारः महोदय तद् चोः कुः इत्यस्य एत अपवादः अस्ति खलु एतत् सम्यक् आम् आम् सत्यम् अत्र साक्षात् उक्तमस्ति इति कृत्वा अस्तु इत्यनेन जकारस्य षकारः मृष्यो गतः अनन्तरं मृष्टः इति श्रीनाष्टुः इति इत्यनेन मृद्योग सि इति अस्ति तत्र सि इति पित् अस्ति इति कृत्वा वृद्धिः भवति मृजेर्वृद्धिः इत्यनेन उपधायां तत्र मार्ज् इति मार्जोग सि इदानीं जकारस्य षत्वं भवति व्रश्च भ्रश्च सृजमृजय राजभ्राजचषाम् इत्यनेन मार्षयोग सि इदानीं मार्षयोग सि इति षकार सकार अस्ति षडोकः सि इति सूत्रेण षडोः षडोः कः सू सि इति सूत्रं तत्र सङ्ख्या का महोदय एकवारं षडोकः सि एकवारं पश्यामि षडोकः सि एकं षडोकः सि 8 to 41 ओदन्यषकारस्य ढकारस्य ककारः भवति हा 8 अस्तु 41 अनन्तरम् अस्तु षडोकः एकवारं महोदय षडोकः अस्ति 36 8 to 36 सारि महोदय महोदय एकनिमिषः अहं गन्तव्यम् एकनिमिषः भवान् पठतु अथवा एकनिमिषः अहम् आगच्छामि अस्तु मार्षयोगसि षडोकसि मार्कयोगसि मार्क्षि इति षडोः कासि तर्हि तत्र मास्ति इति रूपं भवति माक्षि इति लोटि मृजियोग सि हि इति अस्ति इदानीं तत्र अङ्गकार्यमस्ति हूजल्भ्योः हेः धि इति भवति तत्र मृजियोगधि इदानीं षकारः भवति मृष्योगधि मृष्योगढि जलां जश् जशि इत्यनेन मृड्योगढि मृड्योगढि इति मृढि इति मृढि इति लङि अडागमः अमृज्योगताः त इति अस्ति सकारः मृजेर्विधि इत्यनेन तत् पित् इति कृत्वा अमार्ज्योगता अमार्ज्योग त इति अस्ति इदानीम् अङ्ग सन्धिकार्यं हल्गाभ्यो दीर्घासु तिस्य पृथ्वम् हल् इत्यनेन अमार्ज् इति भवति लोपः भवति सकारस्य अमार्ज् इति अस्ति व्रश्च भ्रश्च सृजमज जायराजराजशां शः इत्यनेन पदान्ते षकारादेशः जलि पदान्ते पदान्ते अतः तत्र अमाश् इति अस्ति जलां दशो दशोन् इत्यनेन अमाड् इति भवति अपि च विकल्पेन अमाट् इति रूपम् अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाधारेण रूपं चिन्तनं करोतु मीना भगिनी करोति वा अहं करोतु प्रथम मृज् योगः लटि इदानीं कर्तुं किल सम्पूर्णं न कृतम् अस्माभिः ओके मृज् योगः ति कृत्वा भवति पुनरपि महोदय म्यूट् भवतु मृज् योगः ति मार्ज् मृजेर्वृद्धि इति सूत्रेण मार्ज् योगः ति तदनन्तरं व्रश्च व्रश्च सृजमृजय ज राजम्राज च शामुष्टः मार्ष् योगः ति तदनन्तरं ष्टुनाष्टुः मार्ष् योगः ति मार्ष्टि ति तः तः इस् आल्सो गिवन् दत्तं तत्र मृज् योगः मार्ज् योगः तः मार्ज् योगतः भवति किल न भवति खलु कि मार्ज् न भवति खलु कित् निश्चयति अहं वदामि महोदय कुत्र अस्ति अहं ममीना भगिनी अहं वदामि लट्टि लो लट्टि वदतु एकवारं मृज् मृज्योगः ति मृजे ति पित् पित् अस्ति तस्मात् मार्ज् योगः ति प्रश्च मृज सृज मृज यज राजभ्राज च शः इति सूत्रेण षत्वं भवति मार्ष् योगः ति तदनन्तरं ष्टुनाष्टुः मार्ष् योगः ति मार्ष् ति तिप् तः तः अपित् अस्ति अपित् अस्ति तस्मात् मृजे वृद्धिः न भवति मृज् योगः तः वृश्चभृज सूत्रेण षत्वं भवति मृष् मृषियोगः तः तदनन्तरं ष्टुनाष्टुः मृषियोगः टः मृष्टः तीतः अन्ति अन्ति अन्ति इदानीम् अन्ति वदामि क्षम्यताम् अहं पुनः एकवारं करोतु मृज् योगः ति अग्रे मृज् योगः ति मार्ज् योगः ति मृजे वृद्धिसूत्रेण वृश्च वृजे सूत्रेण मार्ष् योगः ति ष्टुनाष्टुः इति सूत्रेण मार्ष् योगः ति मार्ष् ति मृज् योगः तः पित् नास्ति तस्मात् मृजे वृद्धिः न भवति वृश्च वृज सूत्रेण मृष् योगः तः ष्टुनाष्टुः मृषितः मृष्टः तीतः अन्ति मृज्योगः अन्ति अत्र मृज्योगः अस्ति अन्ति अपित् अस्ति तस्मात् मार्ज् न भवति मृज्योगः अन्ति मृजन्ति एव परन्तु किं वार्तिकमस्ति खलु अजादि इति प्रत्ययः अस्ति चेत् विकल्पेन वृद्धिः भवति अजाद्यपित्सु नित्यजादौ वेष्यते इति सु इति वार्तिकेन विकल्पेन मार्जन्ति मार्जन्ति अथवा मृजन्ति वा ओके अतीतः अन्ति सि मृज्योगः सि पित् अस्ति तस्मात् मार्ज्योगः सि मार्ज्योगस्ति वृश्च मृज सरसृज मृज इति सूत्रेण षत्वं भवति मार्ष् योगः सि मार्ष् योगः सि तत्र एव षडौ कसि भवति वा मार्ष् योग मार्क् योगः सि आदेशप्रत्ययोः मार्क् योगः षि मार्क् मार्क्षि सि तदनन्तरं तः मृज्योगः तः अपित् अस्ति मार्ज् न भवति मार्ष् मार्ष् भवति मृज् तः वृश्चमृश्च मृजे वृद्धिः न भवति वृश्चमृज इति सूत्रेण षत्वं भवति मृष् कः मृषितः ष्टुनाष्टुः मृष मृषितः ठः मृष्टः तेतः तदनन्तरं ठ मृष्ट एव मृष्ट समानप्रक्रिया तदनन्तरं मि मृज् मि पित् अस्ति मार्ज् मि मार्ज् मार्ज् मि ब्रश्च ब्रश्च भवति किल शेषांशः मार्ष् मार्ष् मे ब्रश्च ब्रश्च सृज मजे चषांशः निमित्तं किम् निमित्तं किमस्ति न जानामि झलिपदान्ते सर्वदा खलु झलिपदान्ते झलिपदान्ते जलिपदस्य अन्ते एव जल् नास्ति जल् नास्ति सो षकारं न भवति मार्ज् मार्ज् मि मार् मार्ज् मि एव मार्ज् मि एव मार्ज् मृज् वः मृज् वः वः जल् प्रत्यय नास्ति मृज् मृज्वः मृज्वः मृज्वः एव वा मृज्वः मृज्मः आहत्य मार्ष्टि मृष् मार्ष्टि मृष्टः मृजन्ति अथवा मार्जन्ति मार्क्षि मृष्टः मृष्ठ मार्ज्मि मृज्वः मृज्मः वदन्ति महोदय अस्तु अग्रे मदर महोदय लोट् आम् मृज्योगः तु तकारः अस्ति मृजे वृद्धिः इत्यनेन वृद्धिः भवति मार्ज् योगः तु अस्ति तदनन्तरं मार्ज् योगः तु वृष पृश सृज मृज याज यज राज ब्राज सशां सः इत्यनेन मार्ष् योगः तु मार्ष् मार्षु शृणष्टुः इत्यनेन माष्टु माष्टु माष्टु अथवा तात् अस्ति मृज्योगः तात् अत्र अपित् अपित् अस्ति अतः वृद्धिः न मृजे मृजेर्वृद्धिः इति सूत्रं कार्यं न करोति मृज्योगः तात् मृज्योगः तात् मृष् योगः तात् मृष्टात् मृष्टात् मृष्टात् तदनन्तरं मृष्टां मृष्टां मृज्योगः अन्तु अत्रापि अपित् अस्ति परन्तु अपित् अस्ति परन्तु विकल्प मृज्योगः अन्तु विकल्पेन अस्ति अथवा अतः किं भवति वृद्धिः भवति मार्जन्तु अथवा अथवा मृजन्तु मार्जन्तु अथवा मृजन्तु अग्रे मृजन्तु मृज्योगः हि अत हि अस्ति हू जल्व्यो हेदिः इति अस्ति सूत्रं मृज्योगः हि हि हू जल्व्यो ह्ये हे दिः इत्यनेन दि भवति मृज्योगः दि मृज्योगः दि मृज्योगः दि दि मृज्यो वृष वृष इत्यनेन शकारः भवति मृष् योगः दि शृणष्टुः मृष्टि मृष्टि न न मृष् मृष् योगः धि अग्रे शृणष्टुः हा किं भवति मृष्टि ढकारः भवति खलु ढकारः भवति तात् अत्र मृष् योगः ढि भवति खलु अग्रे किं मृष्योगः डि मृष्योगः डि सुनाष्टुः इत्यनेन ढकारः भवति ढकारः झष् प्रत्याहारे अस्ति खलु चतुर्थवर्णः अतः जश जस्तु भवति जलां जशन् जलां जशि मृड् मृड् डकारः भवति डकारः खलु मृड्डि मृड्डि इड् मृड्डि मृज्योगः तात् अत्र अत्र शकारः एव भवति वृच वृच इति सूत्रेण शकारः मृष्योगः तात् सुनाष्टुः इत्यनेन मृष्टात् ता मृष्टात् इति भवति मृजोगः तं मृष्टं मृष्टम् अतः मृज्योग मृज्योगः ता मृष्ट इति भवति तदनन्तरं मृज्योगः आनी आनीपित् अस्ति अतः मृजेर्वृद्धिः इति सूत्रेण मार्ज् योगः आनी मार्ज् योगः आनी मार्ज् योगः आनी किं मार्जानि इति भवति वा तदा मार्जानि मार्जानि मार्जाव मार्जाम तत्र मार्जानि मध्ये नकारस्य णत्वं भवति वा कुत्र महोदय मार्जानि मार्जानि मध्ये रेफः अस्ति अग्रे नकारः अस्ति तत्र नकारस्य णत्वं भवति वा प्रशाभ्यं नूनम् अशाभ्यं साक्षात् परं नास्ति रेप अट्कुप्वाङ्ग् आं भवति अकारः अस्ति किल अतः नत्वं भवति भवति वा नकारः अस्ति एकनिमिषः महोदय रघुपति महोदय एकनिमिषः मदर् महोदय रेप नकार मध्ये के के वर्णाः सन्ति आकारः अस्ति किमस्ति आकारः अपि च मृज् मार्जानि मार्जानि न रेफ नकारमध्ये के के वर्णाः सन्ति क्रमेण वदन्तु वदतु रेफानन्तरं कः वर्णः अस्ति आकारः आकारः अस्ति रेफ आकारमध्ये अपि वर्णः अस्ति खलु रेफ अनन्तरं साक्षात् कः वर्णः जकारः अस्ति जकारः अस्ति खलु आं जकारः आकारः जकार इदानीम् इदानीं नत्वं भवति वा जकारः अट्कुप्वाङ् नास्ति महोदय जकारः न भवति जकारस्य व्यवधानं भवति चेत् नत्वं भवति न वा न भवति मार्जानि मार्जानि एव आहत्य मार्ष्टु मृष्टात् मृष्टां मृजन्तु अथवा मार्जन्तु तदनन्तरं मृद्धि मृष्टात् मृष्टं मृष्ट मार्जानि मार्जाव मार्जाम अस्तु अग्रे रघुपतिमहोदय आं महोदय मृज् योग इति अस्ति अस्ति अस्तु अत्र लुङ् लङ् लुङ् शो अट् उदात्त अमृज् अमृज् योग इति अस्ति पीत अस्ति इति कृत्वा अमार्ज् योग मृजेर्विद्यते अमार्ज् योग त इति अस्ति इदानीम् अमार्ज् योग त इति अस्ति अमार्ज् योग त इति हल्गाब दीर्घ सूतिस्य प्रत्ययः लिखनेन अमार्ज् एव तकारस्य लोपः भवति अपृक्तं हल् अस्ति अमार्ज् इत्येव अमार्ज् एकवारम् अस्तु अमार्ज् इति अस्ति इदानीं तत्र पदान्ते अपि अस्ति अतः अमार्ष् इति भवति वृश्च वृश्चतुजमजयराज जलिपदान्ते अत्र पदान्ते अस्ति खलु पदान्ते प्रथमं प्रयोगः अस्ति खलु हा तर्हि संयोगान्तस्य लोपः करणीयं वा हा कृतवान् अस्ति अतः अमार्जियोग इति अस्ति अमार्जिपदान्ते अस्ति अतः एव महोदय तकारस्य लोपः भवति हल्ङ्याभ्यो इदानीम् अमार्ज् अस्ति खलु पदान्ते प्रयोगः अस्ति खलु ओ अस्तु ओ अस्तु अस्तु अमार्ज् आं क्षम्यताम् अमार्ज् अमार्जान्तस्य लोपः संयोगान्तस्य लोपः भवति संयोगान्तस्य लोपः भवति परन्तु अस्तु अमार्ज् अमार्ज् अमार्ज् इत्यस्य रका एकवारं तत्र अमार्ज् इति अत्र अमार्ज् रकारस्य ऋकारस्य लोपः भवति. क्षम्यताम् अमार्च् अमार्च् एकवारम् अमार्च् अमार्च् अमार्ज् अस्ति अमार्ज् अस्ति अमार्ज् अस्ति पदान्ते पदान्ते संयोगस्य रासस्य इत्यनेन तत्र न भवति खलु. आम् सत्यम् रासस्य इत्यनेन तत्र रासस्य रेफस्य रेफस्य सकारात्परे एव राल्लोपः न वा न न न राल्लोपः न रासस्य तर्हि पदान्ते अस्ति पदान्ते संयोगः संयोगः अस्ति परन्तु इदानीं संयोगस्य प्रथमवर्णः रेफः अस्ति खलु तर्हिकं सूत्रमस्ति खलु नियमसूत्रं रासस्य रेफात् परे केवलं सकारस्य लोपः पद संयोगः अस्ति चेत् अतः जकारः अस्ति खलु अतः न भवति अतः अमार्ज् एव तिष्ठति. सत्यं संयोगान्तस्य लोपः कार्यं न करोति यतोहि रेफानन्तरं सकारः नास्ति. सम्यक् तदेव तत्सर्वं चिन्तनीयं खलु. आं महोदय अग्रे तर्हि इदानीम् अग्रे अमार्ज् अमार्ज् इति अस्ति इदानीं द्रश्च दृश्च सुजभुजदयराजप्रादेश समीचीन जकारस्य षकार अमार्ष् इति जलान्दशन्ति अमार्ड् इति भवति जस्त्वम् अमार्ड् अथवा वावसान अमार्ट् इति अस्ति. अमृज् योग ताम् इति अस्ति तत्र ताम् इति अपित् अस्ति कृत्वा तत्र वृद्धिः न भवति. अमृज् योग ताम् तत्र जकारस्य षत्वं भवति व्रश्च व्रश्च सुजभुजजयराजभ्राजश्च सामित्रेण अमृष् योग ताम् शुनाष्टुः अमृष्टाम् इति. अमृज् योग अन् इति अस्ति अमृज् योग अन् इति अस्ति अत्र ये वृद्धिः विकल्पेन भवितुमर्हति अतः अमार्ज् योग अन् अमार्जन् अथवा अमृजन् अमृजन् इति रूपम् अग्रे अमृज् क्षम्यताम् अमृज् योग स इति अस्ति अमृज् योग सि इति अस्ति पित् अस्ति कृत्वा अमार्ज् अमार्ज् योग सकारः अमार्ज् योग सकारः अस्ति अमार्ज् योग सकारः तर्हि हल्ग्याभवदीर्घसूतिस्य अर्थतः लित्रेण अमार्ज् एव भवति सकारस्य लोपः. अनन्तरम् अमार्ज् इति अत्र राष्ट्रस्य इत्यनेन तत्र संयोगान्तस्य पदस्य लोपः न भवति अमार्ज् इदानीम् अमार्ड् क्षम्यतां व्रश्च व्रश्च अमार्ट् अमार्ष् इति भवति शत्वं भवति अमार्ष् तर्हि अमार्ष् इदानीं तत्र अमार्ष् इत्यस्य अमार्ड् अमार्ट् इति वावसान् इत्यनेन जलां दृष्टवन्ति चेत् अमार्ड् अमार्ट् इति. मृज् योग तम् इति अस्ति तत्र जकारस्य षत्वं गुण वृद्धिः न भवति अमृष् योग तम् अनन्तरं चुनाष्टु इत्यनेन अमृष्टम् इति. तर्हि त इति अस्ति तत्रापि अमृष्ट इति भवति षत्वम् अनन्तरं ष्टुत्वम् अमृष्ट. अमृज् योग अम् इति अस्ति अमार्ज् इति भवति अम् इति पित् अस्ति अमार्जम् इति भवति. मृज् योग वा अमृज् योग वा अमृज् वा अमृज् म इति तत्र गुणः वृद्धिः न भवति. तर्हि अमृज् वा अमृज् मार्ट् तर्हि अमार्ड् अमार्ट् अमृष् ताम् अमृजन् अमार्जन् अमार्ट् अमार्ड् अमृष्टम् अमृष्ट अमार्जम् अमृज् वा अमृज् म खलु सदा वसन्ति खलु. आं महोदय अस्तु अग्रे अग्रे अग्रे किमस्ति विधिलिङ्ग् विधिलिङ्गमये तु यकारः अस्ति यकारः तु जलि नास्ति जलिपदान्ते नास्ति अतः केवलं वर्णमेलनं मृच्यात् मृच्यातां मृच्युः इति सदा वसन्ति वा मृज् दातु हा मृज् दातु मृज्यात् मृज्यातां मृज्युः मृज्याः मृज्यातं मृज्यात् मृज्यां मृज्याव मृज्याम सन्ति सर्वे प्रश्नः अस्ति वा न महोदय तत्र एव तद् राक्षस्य इत्यस्य राक्षस्य मुख्यमस्ति तत्र न राक्षस्य तत्र न उक्तं तत्र न उक्तम् अतः अहं मया पृष्टं खलु भिन्नमस्ति तत्र किमर्थं तत्र लोपः न भवति सहयोगान्तस्य कार्यं न करोति संयोगान्तस्य लोपः कार्यं न करोति खलु अवगच्छन्ति वा सर्वे महोदय राल् लोपः किमर्थं न भवति महोदय अत्र राल् लोपः कुत्र प्रश्न किमस्ति तस्य निमित्तं किमस्ति पदान्त जय अनुस्वा अनुवासिक अस्ति चेत् वा न राल् लोपः कुत्र अस्ति शोहोषु अनासिके च इत्यत्र अस्ति खलु तत्र प्रसक्तिः एव नास्ति तत्र अस्तु अग्रे अग्रे किमस्ति नूतनधातुः सर्वे आगच्छन्ति खलु इदानीं महोदय अस्तु अग्रे तर्हि अग्रे पठतु अहं पठामि वा पठतु डकारान्तः ईद् धातुः आत्मनेपदि स्तुतौ अङ्गकार्यम् उपधायां दीर्घः इक् अतः गुणस्य सम्भावना नैव उदेति दीर्घः दीर्घः इकः भवति तस्मात् ओके इदागमः ईड्जनोर्द्वे च नूतनसूत्रम् ईड् जन् इत्याभ्यां धातुभ्यां परस्य सार्वधातुकसंज्ञक् संज्ञकस्य से च द्वे शब्दस्य च इडागमो भवति इदश्च जन् च इर्जनौ तयोः इर्जनोः इर्जनोः पञ्चम्यर्थे षष्टि द्वे लुप्तषष्टि षष्टीकं पदं च अव्ययम् इद्यर्थ्ययतीनाम् इत्यस्मात् इद् इत्यस्य अनुवृत्तिः रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः च अव्ययेन पूर्वतनस्य ईशः से इत्यस्य पूर्णतया अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रम् ईशः ईद् जनो अङ्गात् सार्वधातुकस्य से द्वे च इद् ईर्जनोर्द्वे च अनुवृत्तिसहितसूत्रम् ईशः ईर्जनो वा ईशः ईद् जनोः अङ्गात् ईर्जनोः अङ्गात् ईदपि जन् अपि द्वा धातुभ्याम् अङ्गात् सार्वधातुकस्य से द्वे परे किल से द्वे परे च इदागमः ओके ईड् जनोर्द्वे च अत्र प्रथमं तु वयं पश्यामः कस्य कस्य अनुवृत्तिः भवति तर्हि प्रथमम् अस्ति ईडत्यति व्ययतीनाम् इत्यस्मात् इट् इत्यस्य अनुवृत्तिः नाम 7 to 66 इट् इत्यस्य अनुवृत्तिः तदनन्तरं रुधादिभ्यः सार्वधातुके इत्यनेन सार्वधातुके इत्यस्य अनुवृत्तिः च इति अव्ययेन ईशः से इत्यस्य पूर्णतया अनुवृत्तिः ईड् चनोर् द्वे च अस्ति खलु च इत्यनेन किं तस्मात् पूर्वं यः सूत्रमस्ति तस्यापि ग्रहणं करणीयम् अतः ईशः से तस्य पूर्णतया अनुवृत्तिः पूर्वसूत्रस्य पूर्णतया अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम् ईशः नाम ईश् धातु इति अङ्गं यत् अस्ति तस्य ईड् धातु अस्ति तद् जन् धातु अस्ति चेत् तर्हि ईशः ईड् जनोः अङ्गात् नाम ईश ईड् जन् इति धातु धातुभ्यां यदङ्गमस्ति तस्मात् अङ्गात् सार्वधातुके सेध्वे सार्वधातुके से सार्वधातुके अत्र सार्वधातुकस्य इति अनुवृत्तिः अस्ति खलु तस्य विभक्तिपरिणामं भूत्वा सार्वधातुकस्य भवति सार्वधातुकस्य से द्वे से द्वे च ईट् च ईट् अत्र ईशः से ईशः इति पूर्वसूत्रेण पूर्वसूत्रात् तस्य अनुवृत्तिः भवति ईळ्जनोः तु सूत्रे एव अस्ति अङ्गात् इति अनुवृत्तिः अङ्गमस्ति अधिकारः अस्ति सार्वधातुकस्य इति रादिव्यसार्वधातुके इति सूत्रात् अनुवृत्तिः भवति से तु ईशः से इत्यनेन से तस्य अनुवृत्तिः भवति द्वे तु सूत्रे एव अस्ति इट् अपि अनुवृत्त्यनेन सिक्स् सेवन् टु सिक्स् फिफ्त् मध्ये अनुवृत्तिः भवति तर्हि ईशः ईळ्जनोः अङ्गात् सार्वधातुकस्य से द्वे च इट् नाम ईष् धातु ईळ् धातु जन् धातु तस्य अनन्तरं यदि सार्वधातुकप्रत्ययस्य अथवा द्वे इति अस्ति चेत् तस्य प्रत्ययस्य इडागमः भवति सदैव सन्ति वा आं महोदय अत्र ईद् ईद् ईद् जनोर् ईद् जनोर् द्वे च इति सूत्रे ईद् जन् इत्याभ्यां धातुभ्याम् एव दत्तं किमर्थम् ईश् न दत्तम् ईड् जनोर्द्वे च अस्ति खलु किम् ईश् पूर्वसूत्रस्य अनुवृत्ति ईशः अस्ति ईड् जनोर् ईश् ईड् जन् इति अङ्गस्य अङ्गम् अस्ति चेत् तस्य अनन्तर सार्वधातुकसेधे प्रत्ययस्य इडागमः भवति सामान्यतया इडागमः केवलम् आर्धातुकप्रत्ययस्य भवति खलु परन्तु अत्र सार्वधातुकप्रत्ययस्य एकमेव उदाहरणम् अस्ति अत्र सार्वधातुकप्रत्ययस्य इडागमः भवति व्याकरणे इति अस्ति अस्तु महोदय अग्रे पठतु ध्येयं यत् ध्येयं यत् आर्धधातुकस्य इद् बलादेः तत् सूत्रं इत्यनेन इदागमः आर्धधातुकप्रत्ययस्य एव भवति इति सामान्यनियमः आर्धधातुकस्य इद्वलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इदागमो भवति सार्वधातुकप्रत्ययस्य प्रसङ्गे त्रयाणाम् एव धातूनाम् इडागमः भवति ईशः से ईड् जनोर्द्वे च इत्याभ्यां सूत्राभ्यां सार्वधातुकप्रत्ययस्य इडागमः ईश् ईड् जन् इति एभ्यः त्रिभ्यः धातुभ्यः कुत्र इति चेत् लट् लकारस्य से द्वे लोट् लकारस्य स्व ध्वं च सार्वधातुके अत्र सूत्र धातु त्रयः एव भवति ईद् इडागमः भवति ईशः ईश् ईद् जन् परन्तु आर्धधातुके ईद् बलादेः इति सूत्रेण यत्रापि यत्र वल् प्रत्याहारे अस्ति चेत् तत्र इडागमः भवति आर्धधातुकप्रत्ययपरे सार्वधातुकप्रकरणे केवलम् ईश् ईड् जन् धातु प्रत्ययकः से द्वे स्वध्वम् चेदेव इडागमः भवति नो चेत् सार्वधातुकप्रकरणे इडागमः नास्ति तर्हि एकं मुख्यसूत्रमस्ति ईशः से ईड् जनोर्द्वे अग्रे पठतु मदर् महोदय यथा यथा लटि ईड् योगः से ईड् योगः इड् योगः से अनुबन्धलोपे ईड् योगः इ योगः से आदेशप्रत्ययोः इत्यनेन इन् प्रत्याहार सकारस्य षत्वं भवति ईडिशे इति लटि ईर्योगः द्वे ईड् योगः इट् योगः द्वे ईडित्वे अत्र लोटि ईट् योगः स ईड् योगः इडाहं भवति ई योगस्व आदेशप्रत्ययोः इत्यनेन इन् प्रत्याहार आरः सकारस्य षत्वम् ईडिष्वे ईडिष्व लोटि ईड् योगः द्वम् अत्रापि इडागमः ईड् योगः ईट् योगः द्वम् ईडिद्वं लङ्गि ईड् योगः द्वं लङ् इडागमः न भवति इडागमः न भवति हल् सन्धिकार्यात् कार्यत्वात् श्रुत्वम् ईड् ईड्वम् ईड्वम् ईड्वम् अत्र अत्र एकः दोषः अस्ति लङ्गि किमस्ति कः दोषः अस्ति आडजादीनाम् इति आडजादि तर्हि किं भवति आडदादिश आडागमः भवति किं भवति आडिद्वम् आडिद्वम् आटश्च आयोगः इ अस्ति खलु आयोगः इ अस्ति खलु आडि किं भवति आयोगः इ किं भवति वृद्धिः भवति केन सूत्रेण आटश्च इत्यनेन खलु तर्हि ऐद्वं भवति खलु महोदय तत्र इडागमः किमर्थम् एकनिमेषः ईड् योगः ध्वम् अस्ति अत्र लङ् लकारे आडादितिनवीसूत्रेण आगम आट् भवति खलु मदर् महोदय आयोगः इ आयोगः ईड् अस्ति खलु किं सूत्रं कार्यं करोति सन्धिकार्यमस्ति खलु केन सूत्रेण आटश्च खलु आटश आटश इति वृद्धिः भूत्वा किं भवति ऐ भवति ऐ तर्हि ऐड् योगः त्वम् ऐढ्वं खलु इदानीं द्रौपदीमहोदयस्य प्रश्नः अस्ति लोटि तु त्वं मध्ये इडागमः भवति परन्तु लङ्गि किमर्थं न भवति खलु न तस्य किमपि नास्ति खलु ते तु आदौ भवति धातो अङ्गस्य आदौ भवति खलु तु अन्ते भवति तर्हि प्रश्नसमीचीनमस्ति तर्हि अग्रे अत्र केचन प्रश्नाः उद्यन्ति इति लिखितमस्ति प्रथमं तु यदि अनेन सूत्रेण से इत्यस्य इडागमः भवति तर्हि लोटि स्व इत्यस्य इडागमः किमर्थं सूत्रे केवलं से लिखितमस्ति खलु से परन्तु लोट् मध्ये यः स्व अस्ति तस्य अपि इडागमः भवति उदाहरणे अस्माभिः पठितं तर्हि कथं स्व इत्यस्य अपि ग्रहणं भवति से कथनेन तत् प्रथमप्रश्नः अस्ति अग्रे अस्ति यदि सूत्रेण द्वे इत्यस्य इडागमः भवति तर्हि लोटि ध्वम् इत्यस्य इडागमः किमर्थं सूत्रे द्वे अस्ति खलु परन्तु लोटि तु ध्वम् अस्ति तर्हि ध्वं तस्य इडागमः कथं भवति अग्रे अस्ति यदि लोटि कथञ्चित् ध्वम् इत्यस्य इडागमः भवति अस्तु तर्हि लोटि ध्वम् इत्यस्य इडागमः भवति परन्तु लङ् मध्ये ध्वम् अस्ति तस्य इडागमः किमर्थं न भवति त्रयः प्रश्नाः सन्ति सर्वे अवगच्छन्ति वा प्रश्नान् सूत्रे केवलं से द्वे इति अस्ति तर्हि किमर्थं स्व इत्यस्य ग्रहणं किमर्थं ध्वम् इत्यस्य ग्रहणं ध्वम् इत्यस्य ग्रहणम् अस्ति चेत् किमर्थं केवलं लोटि ध्वम् ध्वं ध्वम् इत्यस्य ग्रहणं न तु लङ् इति प्रश्नाः सन्ति तर्हि अग्रे आहत्य पठामः तर्हि इदानीम् अत्र तर्हि साक्षात् रूपेण यदि वयं यदि वदामः तर्हि समयः समाप्तः. किमस्ति से द्वे इति अस्ति. अग्रे अस्माभिः पठितं यत् स्व इति प्रत्ययः अस्ति, ध्वम् इति प्रत्ययः अस्ति, तस्य वस्तुतः तस्य निष्पन्नं कथं, तस्य प्रत्ययस्य निर्माणः कथं भवति. मूलप्रत्ययः कः अस्ति आत्मनेपदे? मूलप्रत्ययः के सन्ति? थास् इति खलु, थास् त आतां झ थास् आतां ध्वम् इड्वहिमहिं खलु. तर्हि मूलप्रत्ययेभ्यः लौकिकप्रत्ययः कथं निष्पद्यन्ते तस्य चिन्तनं करणीयं. तद्दृष्ट्वा वयं ज्ञातुं शक्नुमः किमर्थं सेध्वे तस्य ग्रहणेन स्वध्वं तस्य अपि ग्रहणं भवति इति मुख्यमस्ति. तद् वयम् अग्रे पठामः अग्रिम वर्गे, तदनन्तरं पठित्वा अग्रे गच्छामः. परन्तु महत्त्वं किमस्ति ईड् जनोर्ध्वे इति सूत्रेण, ईशः से ईड् जनोर्ध्वे इति सूत्राभ्यां सार्वधातुकप्रत्ययः अस्ति चेदपि ईडागमः भवति. व्याकरणे एकमेव उदाहरणमस्ति, अन्यथा ईडागमः सर्वदा सार्वधातुक आर्धातुकप्रकरणे एव भवति इति अस्ति. अस्तु, इदानीं समापयामः. प्रश्नः अस्ति वा? कोऽपि जानाति वा विजिमहोदय कदा आगच्छति? कोऽपि जानाति वा विजिमहोदय? तस्याः किमपि परीक्षा अस्ति, अपि च तस्याः भगिन्याः किमपि आसीत् तत्र मरणः? विजया भगिनी, क्षम्यतां, विजया हेतिराजन्, विजया, तस्य विजया महोदयाः परीक्षा अस्ति. अहं विजि महोदय विषये पृच्छामि. विजि न महोदय, न जानामि. मीना महोदय, भवती जानाति वा? I'll find out Mahodaya, I can ring her. Asko, nah, I haven't heard from her for a long time. Just wanted to check up. I'll also send her an email. Asko, tari idanim samapayama. Dhanyavada ha, Shubharatri. Dhanyavada Mahodaya. Dhanyavada Mahodaya. Shubharatri. Shubharatri.